नमस्सर्वेभ्यः, अस्माकं वर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति, नूतनविषयः अस्ति अद्य, अष्टाध्यायां प्रत्ययः, प्रक्रिया च समग्रदृष्टिः इति विषयः अस्ति. गतवर्गे किञ्चित् चिन्तितमासीत्, पुनः एकवारं पश्यामः अत्र. अष्टाध्यायां प्रत्ययः, प्रक्रिया च समग्रदृष्टिः इति विषयः अस्ति. सर्वेषां पुरतः करपत्रम् अस्ति इति भावयामि. नमस्ते भगिनि. नमस्कारः. अस्तु, इदं करपत्रं बहु मुख्यम् अस्ति. किमर्थम् इति चेत्, अत्र इतः अनन्तरं यत्किमपि वयं पठामः अग्रे, इत्युक्ते तत्र सार्वधातुकप्रकरणं भवतु, अर्धधातुकप्रकरणं भवतु, सुप्रकरणं भवतु, यत्किमपि पठामः तत्र सर्वत्र इदं चित्रम् अस्माकं मनसि अस्ति चेत् सौलभ्यं भवति. यतोहि इत अस्मिन् करपत्रे प्रथमं चित्रं यदस्ति, तस्य आधारेण एव अष्टाध्यायं सूत्राणि प्रवर्तन्ते. इत्युक्ते अष्टाध्यायं सूत्राणि प्रत्ययम् आश्रित्य प्रवर्तते. तर्हि तादृशप्रत्ययाः के अष्टाध्यायाम्, अपि च प्रकरणं कथं भवति, प्रक्रिया कथं भवति, कीदृशप्रक्रिया भवति इत्यस्मिन् विषये एव अत्र चिन्तनं. तर्हि इदं करपत्रं बहु मुख्यमस्ति. इदं चित्रं मनसि सर्वदा भवेत्. यस्य मनसि इदं चित्रम् अस्ति, तस्य मनसि स्पष्टता सर्वदा अस्ति. अत्र यः कोऽपि शब्दः भवतु पुरतः, तादृशशब्दः कीदृशशब्दः, तिङन्तपदं वा, सुबन्तपदं वा, तद्धितपदं वा, त्रिप्रत्ययान्तपदं वा इति तादृशस्पष्टता मनसि आगच्छति इदं चित्रं मनसि अस्ति चेत्. अपि च यत्र धातुतः प्रत्ययः विधीयते, तत्र प्रक्रिया सार्वधातुकप्रक्रिया वा अर्धधातुकप्रक्रिया अस्ति वा इति अपि मनसि स्पष्टता आगच्छति. तर्हि अत्र आरम्भं कुर्मः. अत्र अरविन्द महोदय आरम्भं करोति वा? आं भगिनि, चित्रम् आदाय प्रथमं तत्र वाक्यद्वयम् अस्ति खलु, वाक्यत्रयं तत् पठित्वा अनन्तरं चित्रं प्रतिपादयतु. अस्तु भगिनि, प्रत्ययानां स्वभावः कः अपि च प्रक्रिया कीदृशी इत्यनयोः ज्ञानेन यौ कौ अपि प्रक्रिय प्रकृतिप्रत्ययौ अस्माकं पुरतः स्यातां द्वयोः संयोजनेन किम् उत्पद्यते इति सौकर्येण नैपुण्येन च जानीयाम. अधस्तने चित्रे च समग्रसंस्कृतभाषायां प्रक्रियाः काः अपि च प्रत्ययाः के इति निरूपितं भवति. अनेन चित्रेण पाणिनेः लघुत्वसिद्धान्तेन अस्माकं कः लाभः, अपि च दीक्षितपुष्पमात्रा कथम् इदं विज्ञानं प्रक्रिया नाम्ना व्यवहारे आनीतम् इति अस्माभिः स्पष्टतया बुध्यते. तर्हि अग्रे अत्र किं अस्ति इति परिशीलयामः. अस्मिन् परिच्छेदे प्रकृतितः कथं प्रातिपदिकम् एवं धातोः उपयुज्यमानः चेत् पदानां निष्पत्तिः भवति इति, प्राणिनीना प्रक्रिया यत् मातापुष्पदीक्षितेन सरलरूपतरया अस्माभिः प्रेक्षितम् इति चित्ररूपेण दत्तमस्ति अधोभागे. तस्य चित्रम् आधारीकृत्य एव तस्य पदनिष्पत्तिः कथं करणीयं, प्रत्ययानां विषये किं किं मनसि चिन्तनीयम् इति स्पष्टतया अवगन्तुं शक्यते. अत्र चित्रं पश्यते चेत् प्रत्ययाः प्रातिपदिकात् एवं धातोः उपयुज्यते प्रातिपदिकात् ये त्रिविधप्रत्ययाः सन्ति सुप्रत्ययः त्रिप्रत्ययः एवं तद्विधप्रत्ययः धातोः द्विविधाः तिङ् एवं कृत् तदनन्तरं महोदय अत्र किञ्चित् धन्यवादः किञ्चित् चिन्तनं कुर्मः ततः अग्रे सरणात् प्राक् किञ्चित् चिन्तनं कुर्मः तदनन्तरम् अग्रे सर्तुं शक्नुमः बहु धन्यवादः अस्तु इदानीम् अत्र किम् अस्ति इति चेत् अत्र अस्माकम् अष्टाध्यायाः समग्रदृष्टिः अस्ति अत्र अष्टाध्यायां कीदृशप्रत्ययाः सन्ति अत्र कस्मात् तत्र प्रत्ययः विधीयते इत्यपि मूलं किम् इत्यपि वयं ज्ञातुं शक्नुमः तर्हि अत्र अस्माकं पुरतः मूलम् अस्ति प्रातिपदिकम् अथवा धातुः मूलद्वयमेव अस्ति प्रकृतिः अस्ति प्रातिपदिकम् अथवा धातुः तावदेव अन्यत् किमपि नास्ति प्रातिपदिकम् अस्ति नो चेत् धातुः अस्ति धातुः तु पाणिनी साक्षात् तत्र धातुपाठे धातवः निर्दिष्टाः सन्ति अपि च नूतनतया अपि वयं निर्मातुं शक्नुमः धातवः सनादिप्रत्ययं योजयित्वा नूतनधातवः अपि सृष्टाः भवन्ति तर्हि धातवः द्विविधाः औपदेशिकधातवः आतिदेशिकधातवः औपदेशिकधातवः के इति चेत् ये धातवः साक्षात् पाणिनिना धातुपाठे निर्दिष्टाः ते धातवः औपदेशिकधातवः अन्ये धातवः ये अस्माभिः नूतनतया सृज्यन्ते तादृशधातवः आतिदेशिकधातवः इत्युक्ते तत्र सनादिप्रत्ययः द्वादश सनादिप्रत्ययः सन्ति तेषां योजनेन नूतनधातवः सृष्टाः अतः धातवः केवलम् आतिदेशिकधातवः नो चेत् औपदेशिकधातवः नो चेत् आतिदेशिकधातवः औपदेशिकधातवः इत्युक्ते तत्र उपदिष्टाः आतिदेशिकधातवः नूतनतया निर्मिताः इति द्विविधम् अस्ति तत्र अनन्तरं मूलम् अन्यत् किम् अस्ति इति चेत् प्रातिपदिकम् अस्ति प्रातिपदिकं प्रातिपदिकात् अपि अत्र प्रातिपदिकं मूलम् अस्ति प्रातिपदिकं प्रकृतिः अस्ति प्रातिपदिकस्य कृते तत्र धातुपाठः इव प्रातिपदिकपाठः इति किमपि नास्ति लोके ये ये शब्दाः प्रयुज्यन्ते ये धातुतः न विधीयन्ते तादृशशब्दाः तत्र प्रातिपदिकात् विधीयन्ते धातुः नास्ति चेत् तत्र प्रातिपदिकम् अस्ति इति वयं ज्ञातुं शक्नुमः इत्युक्ते यत्किमपि अर्थवत् अस्ति यः कोऽपि यत्किमपि यः कोऽपि शब्दः अर्थवत् अर्थवान् अस्ति यः कोऽपि शब्दः अर्थवान् अस्ति धातुः नास्ति प्रत्ययः अपि नास्ति प्रत्ययान्तमपि नास्ति तादृशशब्दः प्रातिपदिकम् इति अस्ति अर्थवत् अधातुर् अप्रत्यय प्रातिपदिकम् इति प्रातिपदिकस्य सूत्रमस्ति संज्ञासूत्रमस्ति तर्हि यः कोऽपि शब्दः अर्थवान् अस्ति धातुः नास्ति प्रत्ययः अपि नास्ति प्रत्ययान्तमपि नास्ति तादृशशब्दः प्रातिपदिकम् अपि च अन्यत् किं प्रातिपदिकं भवितुम् अर्हति इति चेत् तत्र कृत् प्रत्ययस्य योजनेन धातुतः यदा कृत् प्रत्ययः विधीयते तदानीमपि प्रातिपदिकं निर्मितं भवति कृत् तद्धितसमासाश्च इति सूत्रेण यदा धातुतः कृत् प्रत्ययं योजयामः तदानीमपि प्रातिपदिकं सिद्ध्यति तर्हि प्रातिपदिकं किम् इति चेत् मूले एव प्रातिपदिकम् अस्ति तत्र यः कोऽपि शब्दः अर्थवान् शब्दः प्रातिपदिकम् अस्ति तादृशशब्देषु तत्र प्रत्ययः न भवति न कोऽपि प्रत्ययः अस्ति तत्र मूले एव प्रातिपदिकम् अस्ति अपि च अन्यानि प्रातिपदिकानि यानि अस्माभिः निर्मितानि इत्युक्ते तत्र धातुतः कृत् प्रत्ययस्य योजनेन अपि प्रातिपदिकानि निर्मितानि भवन्ति धातुः अस्ति अस्माकं पुरतः पट् इति धातुः अस्ति तस्मात् त इति प्रत्ययः क्रियते चेत् तत्र पठित इति प्रातिपदिकं निष्पन्नं भवति तादृशप्रातिपदिकं तु प्रत्ययान्तम् अस्ति तस्य अन्ते प्रत्ययः अस्ति तस्यापि प्रातिपदिकसंज्ञा अस्ति, अतः प्रातिपदिकमपि द्विविधम् अस्ति, यानि मूलतः प्रातिपदिकानि सन्ति अपि च यानि अस्माभिः निर्मितानि धातुतः प्रत्ययं योजयित्वा निर्मितानि प्रातिपदिकानि सन्ति। अस्तु, इदानीं प्रातिपदिकं किं, धातुः किम् इति जानीमः। इदानीं प्रातिपदिकम् अस्माकं लक्ष्यम् अद्य प्रातिपदिकं नास्ति, यतोहि वयं सार्वधातुकप्रकरणं प्रवेशामः, तर्हि अस्माकं लक्ष्यं प्रातिपदिकं नास्ति, तथापि अस्माकं किञ्चित् अवगमनार्थं तत्र प्रातिपदिकस्य विषये अपि चिन्तनं कुर्मः। तर्हि प्रातिपदिकं द्विविधम् इति उक्तं, यानि मूलतः प्रातिपदिकानि, अर्थवन्तः शब्दाः मूलतः प्रातिपदिकानि सन्ति, अपि च यानि अस्माभिः निर्मितानि कृत्प्रत्ययम् अथवा कृत्प्रत्ययं योजयित्वा यानि अस्माभिः निर्मितानि तानि अपि प्रातिपदिकानि। तर्हि प्रातिपदिकम् इति वयं जानीमः इदानीं, तर्हि प्रातिपदिकात् के प्रत्ययाः विधीयन्ते इति अग्रिमसोपानम् अस्ति, तद् अग्रे पश्यामः। तर्हि एतावत्पर्यन्तं स्पष्टता अस्ति वा, प्रकृतिः इत्युक्ते का इति स्पष्टता अस्ति खलु? अस्तु, इदानीम् अग्रे नमस्ते भगिनि, मम एकः मूलप्रश्नः बहुकालात् अस्ति। यदि रामः इति शब्दः स्वीकुर्मः, तत्र रामः अपि शब्दः अस्ति, तत्र रं धातुतः एव भवति किल, किमर्थम् एतत् धातुतः न उच्यते किल? रं धातु तत्र कृत् प्रत्ययः अस्ति खलु, रं धातु रमन्ते अस्मिन् इति रं धातुतः घञ् इति प्रत्ययं योजयित्वा रामः इति शब्दः तत्र तु कृत् प्रत्ययान्तशब्दः अस्ति, तस्यापि प्रातिपदिकम् अस्ति यथा इदानीमेव उक्तं मया। आम् आम् आम् सत्यं, मूलतः मूलतः तु सर्वे शब्दाः सर्वे शब्दाः तु धातुतः एव विधीयन्ते किल, किमर्थं यद्यपि घञ् प्रत्ययः तत्र भवति प्रातिपदिकम् इति मतभेदः अपि अस्ति भगिनि, इति मत सर्वे वदन् अत्र केचन वैयाकरणाः वदन्ति सर्वे धातुजहाः इति, धातुतः एव सर्वे निष्पन्नाः इति वदन्ति, परन्तु अत्र वस्तुतः तु मूलतः अपि प्रातिपदिकानि सन्ति, अत्र अन्यतर इति प्रातिपदिकमस्ति, अन्यतर इति तस्य प्रत्ययः नास्ति, कोऽपि प्रत्ययः नास्ति तत्र, प्रत्ययान्तं नास्ति, मूलतः एव प्रातिपदिकम् अस्ति इति तादृश शब्दाः अपि सन्ति यत्र प्रत्ययः एव नास्ति, नो चेत् तत्र प्राणिनि किमर्थम् अर्थवत् धातुरप्रत्यय प्रातिपदिकम् इति सूत्रम् आम् आम् सूत्रं कृतम्, अतः अतः मूलतः प्रातिपदिकानि सन्ति केचन शब्दाः मूलतः प्रातिपदिकानि, तदनन्तरं तत्र केचन अस्माभिः निर्मीयते तत्र कृत् प्रत्ययं योजयित्वा धातुतः कृत् प्रत्ययं योजयित्वा प्रातिपदिकं निर्मीयते। अस्तु भगिनि, धन्यवादः, अस्तु अग्रे अत्र अग्रे किमस्ति इति रमा भगिनी वदति वा? आं भगिनि, प्रातिपदिकस्य विषये वदतु। हा, अग्रिम चित्रं न नेक्स्ट् नेक्स्ट् सोपानम् अग्रिमस्तरे। एतदाधारेण च कीदृशकार्याणि सम्भवन्ति इत्यस्य चिन्तनार्थम् अस्माकं वर्गस्य नूतनसदस्य न चित्रे एव इदानीं प्रथमसोपानमेव अस्माभिः दृष्टं खलु, धातुः प्रातिपदिकं, तस्य प्रातिपदिकात् किं किं विधीयते, किम् उक्तमस्ति चित्रे? प्रातिपदिकात् त्रीणि सोपानानि सन्ति, सुप्रत्ययविषये, स्त्रीप्रत्ययविषये, तद्धितप्रत्ययस्य विषये सन्ति सूत्राणि। सुप्रत्यय प्रातिपदिकात् योजनेन विभक्तिरूपं प्राप्नोति। के ते सुप्रत्ययः? सुऔजस् इत्यनेन एतेन सूत्रेण चतुर्थ अध्याये प्रथम नवमपादे न न प्रथमपादे प्रथमपादे नवमपादे नास्ति खलु नवमपादे न प्रथमपादे सूत्र द्वितीयसूत्रम् अस्ति सुओजस् सुप् प्रत्ययपर्यन्तं 21 एकविंशति प्रत्यय एकविंशति प्रत्ययाः सन्ति सुप् प्रत्यय स्त्री प्रत्यय टाप् आप् एन एतानि सूत्राणि वन् मोर् टाप् नीप् टाप् आप् स्त्रीप्रत्ययाः सन्ति तद्धितप्रत्ययाः विशेषप्रत्ययाः विशेषप्रत्ययः अस्ति तद्धितप्रत्यययोजनेन समस्तपदं सदृशं तद्धितपदम् आगच्छति दशरथस्य अपत्यं पुमान् दाशरथि एतत् एकपदम् अस्ति बहु समीचीनं भगिनि सम्यक् सम्यक् इत्युक्ते अत्र प्रातिपदिकं द्विविधम् इति उक्तमस्ति ये यानि मूलतः प्रातिपदिकानि यानि निर्मितानि कृत्प्रत्ययं योजयित्वा निर्मितानि प्रातिपदिकानि तादृशप्रातिपदिकमस्ति तर्हि तादृशप्रातिपदिकात् किं विधीयते इति चेत् अत्र तस्य विषये ज्ञातुम् इच्छामः चेत् चतुर्थाध्याये पञ्चमाध्याये एव वयं पश्यामः चतुर्थाध्याये पञ्चमाध्याये एते प्रत्ययाः विधीयन्ते प्रातिपदिकात् सुप्रत्ययः विधीयते अत्र एकविंशति सुप्रत्ययाः सन्ति कोऽपि तत्र सर्वे जानन्ति वा तत्र सुप्रत्ययः के इति कोऽपि श्रावयति वा मीना भगिनी वा बहु समीचीनं बहु समीचीनम् अन्य कोऽपि श्रावयितुमिच्छति वा वदामि वा वदतु सु औजस् अम् औक्षस् ताभ्यां ताभ्याम्भ्यस् नेभ्याम्भ्यस् नसिभ्याम्भ्यस् नी नस् ओस् आम् नी ओसुप् हा बहु समीचीनम् अस्माकं कण्ठे एव प्रत्ययः सन्ति चेत् तत्र बहु लाभाय भवति अस्तु अस्तु बहु समीचीनं तर्हि एते एकविंशतिप्रत्ययाः प्रातिपदिकात् विधीयन्ते तदनन्तरम् अस्ति स्त्रीप्रत्ययः स्त्रीप्रत्ययः अपि प्रातिपदिकात् एव विधीयन्ते दशप्रत्ययाः सन्ति तत्र सी प्रत्ययः टाप् डाप् चाप् इति तत्र अबन्तः इति वदामः अबन्तः टाप् डाप् चाप् तत्र यतोहि इत्संज्ञकवर्णानां लोपानन्तरम् आ इति एव अवशिष्यते टाप् इति पश्यामः चेत् तत्र इत्संज्ञकवर्णानां लोपानन्तरम् आ इति अवशिष्यते डाप् चाप् तत्रापि तथैव तदनन्तरं दीर्घ ईकारान्त स्त्रीलिङ्ग शब्दाः सन्ति यत् नदी इत्यत्र तादृशशब्दाः तत्र नीप् नीश् नीन् इति त्रयः प्रत्ययः सन्ति सर्वत्र दीर्घ ईकारः श्रूयते तदनन्तरम् ऊङ् ती श्यङ् ष्प इति अस्ति अत्र ऊङ् इति प्रत्ययः ती इति प्रत्ययः गतिः मतिः इति तादृशप्रत्ययः श्यङ् इति अस्ति ष्प इति प्रत्ययः अस्ति अत्र प्रायेण वयं यत्किम् आधिक्येन यत् पश्यामः तत्तु अबन्तः अथवा निबन्तः यत्र दीर्घ ईकारान्तः अथवा दीर्घाकारान्तः इति तादृशशब्दः आधिक्येन पश्यामः इति अत्र स्त्रीप्रत्ययः सन्ति प्रातिपदिकात् एव एते स्त्रीप्रत्ययः विधीयन्ते तदनन्तरमस्ति तद्धितप्रत्ययः तत्र चतुर्थाध्याये पञ्चमाध्याये तद्धितप्रत्ययः सन्ति प्रातिपदिकात् एव विधीयन्ते प्रातिपदिकात् विधीयन्ते तद्धितप्रत्ययः तर्हि आहत्य प्रातिपदिकात् सुप्रत्ययः स्त्रीप्रत्ययः तद्धितप्रत्ययः अत्र रामनाथन् महोदय सारांशरूपेण वदति वा प्रातिपदिकं कतिविधं कीदृशप्रत्ययः प्रातिपदिकात् विधीयन्ते? हरि ओम्। प्रातिपदिकं जुगन्तेन सह स्त्रीप्रत्ययेन सह तद्विधप्रत्ययेन सह विधीयन्ते। सः इति न वदामः, तद्विधप्रत्ययेन सः इति नास्ति, प्रातिपदिकात् एते प्रत्ययः सुप्रत्ययं स्त्रीप्रत्ययं तद्विधप्रत्ययं विधीयमेन विधीयते। प्रातिपदिकात् सुप्रत्ययः विधीयते, स्त्रीप्रत्ययः विधीयते, तद्विधप्रत्ययः विधीयते। तर्हि प्रातिपदिकं कतिविधम्? प्रातिपदिकं द्विविधं, मूलरूपप्रातिपदिकं धातोः सह कृत्प्रत्ययं योजनेन प्रातिपदिकं वर्तते। हा, बहु समीचीनम्। एते प्रत्ययः कस्मिन् अध्याये अस्ति सन्ति? प्रातिपदिकात् चतुर्थ पञ्चम अध्याये सूत्राणि वर्तन्ते। हा, सत्यं, चतुर्थ अध्याये पञ्चम अध्याये एतानि सूत्राणि, एतानि प्रातिपदिकसम्बद्धसूत्राणि तत्र सन्ति। तत्र तत्र कस्य अधिकारः भवति? अत्र त्रीणि सूत्राणि सन्ति खलु, अधिकारसूत्राणि, धातुः, परश्च, प्रत्ययः। चतुर्थ प्रथमपादे स्त्रीपद्यं चतुर्थप्रथमपादे सद्धिगं चतुर्थप्रथमपादे आरभ्य पञ्चम चतुर्थपादपर्यन्तं। हा, समीचीनं। मम प्रश्नः अस्ति, अत्र त्रीणि अधिकारसूत्राणि अस्माभिः पठितानि, तत्र प्रत्ययः इति अधिकारसूत्रमस्ति, परश्च इति अधिकारसूत्रमस्ति, धातोः इति अधिकारसूत्रमस्ति। एषु त्रिषु केषां प्रसक्तिः अत्र अस्ति प्रातिपदिकस्य विषये? प्रातिपदिकस्य विषये द्वे अधिकारौ कौ तौ प्रत्ययः अनन्तरं परश्च, प्रत्ययः परश्च, अनयोः अत्र अधिकारः अस्ति। इत्युक्ते यत्किमपि विधीयते तत्तु प्रत्ययः, तस्य नाम प्रत्ययः इत्यस्ति, सः प्रत्ययः मूलतः प्रातिपदिकात् परं विधीयते इति अस्ति। अस्तु, बहु समीचीनम्। इदानीं तत्र धातुः इति विषये पश्यामः। अत्र विमला भगिनी वदति वा तत्र धातोः विषये किम् अस्ति इति? आं भगिनि, धातुविषयमस्ति, धातवः द्विविधाः, तिङ् अपि च प्रक्। न, धातवः द्विविधः इति उक्त्वा तिङ् कृत् इति किमर्थं वदति? ओ, एतद् अस्मिन् कोष्टके प्रत्ययः प्रातिपदिकं धातुः एवं न पठामि किम्? न, तत्र तस्य अर्थः कः इति वक्तव्यम्। धातुः द्विविधः इति नास्ति तत्र। तत्र यद्यपि तत्र धातुतः तिङ् कृत् इति उक्तं, परन्तु धातुः द्विविधः इति सत्यं, परन्तु द्विविधः तस्य कः द्विविधः कः? तिङ् अपि च कृत्, तिङ् कृत् इति किम् अस्ति, धातुः अस्ति वा? प्रत्ययः, धातवः सार्वधातुक अर्धधातुकस्य न, एकक्षणं, प्रथमं धातुतः आरम्भं करोतु। धातुः कतिविधः? औपदेशिकधातवः अपि च आतिदेशिक। हा, औपदेशिकधातवः, आतिदेशिकधातवः, तादृशधातुतः कीदृशप्रत्ययः विधीयन्ते? तिङ्प्रत्ययाः विधीयन्ते। भगिनि, न सम्यक्तया न श्रूयते भगिनि, भवती हेड् तिङ् प्रत्ययः न हेड्फोन् अस्ति इदानीं सम्यक् अस्ति वदतु तिङ् प्रत्ययः विधीयन्ते कृत् प्रत्ययः विधीयन्ते धातुतः केवलं द्विविधः अस्ति द्विविधप्रत्ययः विधीयन्ते धातुतः तिङ् प्रत्ययः अथवा कृत् प्रत्ययः तावदेव अन्यत् किमपि नास्ति धातुतः ये ये धातवः सन्ति औपदेशिकधातवः नो चेत् आतिदेशिकधातवः सन्ति तेभ्यः तिङ् प्रत्ययः विधीयते कृत् प्रत्ययः विधीयते अत्र धातुप्रत्ययः अपि इति अस्ति तत् तत् इदानीमेव किञ्चित् पश्यामः तदपि धातुप्रत्ययः अपि धातुतः विधीयन्ते अत्र यद्यपि सामान्यतया वयं वदामः धातुतः तिङ् प्रत्ययः विद्यते अथवा कृत् प्रत्ययः विद्यते इति वदामः परन्तु अन्यः प्रत्ययः अपि अस्ति द्वादश धातुप्रत्ययः द्वादश धातुप्रत्ययः अपि धातुतः विधीयन्ते के ते धातुप्रत्ययः कोऽपि स्मरति वा प्रसिद्ध उदाहरणमस्ति निच् क्यङ्ग् यङ्ग् आय काम्यच् सन् इत्यादयः प्रत्ययः द्वादशप्रत्ययाः सन्ति ते प्रत्ययाः अपि प्रायेण धातुतः विधीयन्ते आहत्य अत्र त्रिविधप्रत्ययाः सन्ति इत्युक्ते सामान्यतया वयं पश्यामः तिङ् कृत् इति पश्यामः अपि च धातुप्रत्ययाः अपि सन्ति ये धातुभ्यः विधीयन्ते यदा धातुप्रत्ययः विधीयते धातुतः तत्र किं भवति आदिदेशिकधातुः निष्पन्नः भवति नूतनधातुः निष्पन्नः भवति इत्युक्ते अत्र धातुः इति यदा वदामः तत्र धातुसंज्ञा केन सूत्रेण भवति गोमती भगिनी वदतु प्रश्नः कः भगिनि वयं धातुः धातुः इति वदामः अत्र सूत्ररूपेण पश्यामः चेत् धातुसंज्ञा केन सूत्रेण विधीयते धातुः मूलरूपं धातु अस्ति तस्य अधिकारसूत्रं धातोः अस्ति अधिकारसूत्रं धातोः इति अस्ति तर्हि धातु परन्तु धातुः इति नामकरणं केन सूत्रेण क्रियते धातुः न स्मरामि भगिनि भुवादयो धातवः इति सूत्रेण धातुसंज्ञा विद्यते औपदेशिकधातुसंज्ञा विद्यते भुवादयो धातवः इत्यनेन इदानीं धातुतः धातुप्रत्ययं योजयामः सन् प्रत्ययं योजयामः तदानीं तत्र नूतनधातुः सृज्यते नूतनधातोः धातुसंज्ञा केन सूत्रेण भवति सनाद्यन्ता धातवः इति कुत्र अस्ति इति चेत् तत्र अस्माभिः कुत्रचित् पठितं पूर्वं सनाद्यन्ता धातवः इत्यनेन तस्य धातुसंज्ञा भवति तस्य एव आतिदेशिकधातुः इति वदामः तर्हि संज्ञाद्वयमस्ति एकमस्ति औपदेशिकधातूनां ये धातवः पाणिनिना साक्षात् धातुपाठे निर्दिष्टाः तेषां धातुसंज्ञा भवति भुवादयो धातवः इति सूत्रेण ये धातवः अस्माभिः नूतनतया सृज्यन्ते ते धातवः सनाद्यन्ता धातवः इत्यनेन तेषां धातुसंज्ञा भवति ते एव आतिदेशिकधातवः इति वयं वदामः नूतनधातवः इति वदामः अस्तु इदानीं धातुः भगिनि एषां नूतनधातवः अस्माभिः क्रियते इति चेत् अष्टाध्याय्यां नास्ति वा पाणिनिना न रचितं वा न पाणिनिना कुत्रापि न लभ्यते तादृशधातवः लिस्ट् नास्ति आवलिः नास्ति आवलिः नास्ति तत्र औपदेशिकधातूनाम् आवलिः अस्ति आतिदेशिकधातूनाम् आवलिः नास्ति तत्र प्रत्ययं योजयित्वा निर्मितः भवति धातुः भगिनी पुष्पा दीक्षित् माताजी पुस्तके सनाद्यन्तधातवः सर्वाणि सन्ति प्रक्रियाकाले प्रक्रिया प्रदर्शयितुम् अस्ति परन्तु तत्र प्रक्रियाकाले एव अस्ति खलु, पुस्तकं नास्ति अत्र, केवलं दातवः इति नास्ति खलु, सर्वे अतिदेशिकदातवः इति पुस्तकमस्ति वा? न, तदेव अहं वदन्ती अस्मि, अत्र सर्वे आतिदेशिकदातवः इति तत्र पुस्तकं, तादृशपुस्तकं नास्ति. प्रक्रियाकाले तत्र ओ सनादिप्रत्ययः, सनादिप्रत्ययं योजयामः चेत् तत्र किम् अस्ति, नूतनधातुः कः इति, तादृश प्रक्रियाकाले अस्ति. परन्तु लोके ये आतिदेशिकधातवः भवितुम् अर्हन्ति तेषाम् आवलिः नास्ति, इन्फैनैट् अस्ति खलु. आतिदेशिकधातुतः अपि पुनः धातुप्रत्ययं योजयितुं इन्फैनैट् सन्ति. सनाद्यन्तधातवः सन् प्रत्यय निच् प्रत्यय सह योजयित्वा नूतनधातवः अपि आगच्छन्ति, अतः तस्य आवलिः नास्ति. अस्तु, इदानीं पश्यामः चेत् तत्र धातुतः प्रत्ययः तिङ् अथवा कृत् इति मुख्येन अस्ति, अपि च धातुप्रत्ययः अपि अस्ति. अस्तु, एते प्रत्ययाः तिङ् प्रत्ययः, कृत् प्रत्ययः अथवा धातुप्रत्ययः कुत्र विधीयन्ते, एते प्रत्ययः कस्मिन् अध्याये? तृतीयाध्याये. तृतीयाध्याये एव विधीयन्ते. अस्तु, बहु समीचीनम्. इदानीं विनय् महोदय वदतु, कथं जानीमः कः प्रत्ययः तिङ् अस्ति, कः प्रत्ययः कृत् अस्ति इति? कथं जानीमः तिङ् तिङ् तिङ् प्रत्ययः भगिनि कृततिङ् एकक्षणं भगिनि, एकक्षणं महोदय वदति. धातोः धातुः परश्च तिङ् आयाति, परन्तु तिङ् तिङ् आधारेण द्विविधं न न अग्रे अग्रिमगच्छतु. अत्र तिङ् कथं जानीमः, प्रत्ययः तिङ् अस्ति वा कृत् अस्ति वा इति कथं जानीमः? तिङ् प्रत्ययः तु वयं जानीमः, तिङ् प्रत्ययः तु वयं जानीमः खलु, तत्र नव अष्टादश अष्टादश लकारस्य स्थाने ये प्रत्ययाः आगच्छन्ति ते अष्टादश तिङ् प्रत्ययः सन्ति, तिप्तस् जि सिप्तस् इति प्रत्ययः सन्ति खलु. तिङ् प्रत्ययः अष्टादश प्रत्ययः प्रकृतिप्रत्ययः सन्ति, परन्तु प्रत्ययः समाने अहं चिन्तयामि, प्रत्ययसमाने धातु लकारसमाने नास्ति, प्रत्ययसमाने. प्रत्ययसमाने वदतु किं वक्तुमिच्छति. प्रत्ययसमाने प्रत्ययसमाने इत्यस्य अर्थः कः? न, प्रत्ययसमाने अर्थः यथा प्रत्ययसमाने अर्थः यदि धातुः अस्ति गमल् तर्हि प्रत्ययक्षत्री अस्ति तर्हि गच्छत् भवति प्रातिपदिकं भवति, परन्तु तिङ् प्रत्ययः पीता अङ्कि तिङ् तङ् अपि प्रत्ययः लकारसमाने अस्ति, प्रत्ययसमाने अहं न, मम प्रश्नः बहु सरलः अस्ति महोदय, भवान् बहु किमपि चिन्तयति, तादृशप्रश्नः नास्ति मम, मम प्रश्नः बहु सरलप्रश्नः अस्ति, कथं जानीमः प्रत्ययः तिङ् अस्ति वा कृत् अस्ति वा इति एव प्रश्नः अस्ति. प्रक्रियभेदेन अत्र उमा भगिनी साहाय्यं करोतु. धातोः तिङ्प्रत्ययः योजयेत् कर्मपदं निष्पद्यते. कृत्पत्ययोजनेन आतिदेशिकदातवः अथवा क्रियापदं निष्पद्यते कृत् प्रत्ययः प्रत्ययः योजनेन. न न न मम प्रश्नः सरलः अस्ति. कथं जानीमः प्रत्ययः तिङ् अस्ति वा कृत् अस्ति वा इति मम प्रश्नः. सूर्यकुमारी सूर्यकुमारी भगिनी वदति. सर्वे कृपया म्यूट् मध्ये भवन्तु. सूर्यकुमारी भगिनी एव वदति. वदतु भगिनि. प्रातिपदिकं प्रक्रियाविधाने प्रातिपदिकं भवति. न न न तिप्तस्ति प्रत्ययः योजनेन तिङन्तः धातोः तिङन्तः कृत् प्रत्ययः योजनेन आदिदेशिकदातवः अथवा न आदिदेशिकदातवः नास्ति. कृत् प्रत्ययस्य योजनेन आतिदेशिकदातवः नास्ति. प्रातिपदिकं भवति. रमा भगिनी वदतु. रमा भगिनी ये प्रत्ययाः लकारस्य स्थाने आगच्छति सिप्तस् जि सिप्तस् तमि भस्मस्तातां जतां ते सर्वे तिङ् प्रत्ययाः सन्ति. कृतदिङ् इति सूत्रेण अन्ये अतिङ् प्रत्ययः कृत् प्रत्ययः भवन्ति. अस्तु, बहु समीचीनं, बहु समीचीनं. तर्हि अत्र तत्र किं सारांशः कः इति चेत्, धातुतः विधीयमानः प्रत्ययः तिङ् अथवा कृत् इति जानीमः. तिङ् प्रत्ययः के इति साक्षात् उल्लिखिताः, पनेना एव उल्लिखिताः सन्ति. इत्युक्ते तत्र अष्टादशप्रत्ययाः सन्ति. तिप्तस्जि कोऽपि वदतु सम्पूर्णतया प्रत्ययः के इति. अहं वदामि भगिनि. तिप्तस्जि सिप्तस्थ मित् वस्मस् त अथां छ धास् अथां ध्वम् इद् वहि महिङ्ग. अष्टादश समीचीनम्. अष्टादश तिङ् प्रत्ययाः सन्ति. अतः तिङ् प्रत्ययः के इति अत्र स्पष्टता अस्ति. वयं जानीमः अष्टादशप्रत्ययाः सन्ति इति. वयं जानीमः ते सर्वे तिङ् प्रत्ययः सन्ति. तर्हि अत्र पणेन किं कृतम् इति चेत्, तिङ् प्रत्ययं प्रथमं तत्र तिङ् प्रत्ययः के इति उक्ताः. तदनन्तरम् अन्ये सर्वे प्रत्ययाः धातुतः ये प्रत्ययाः सन्ति कृत् अधिकारे, कृत् अधिकारे अन्ये ये प्रत्ययाः सन्ति ते प्रत्ययाः कृत् प्रत्ययाः तिङ् भिन्नाः. इत्युक्ते तत्र एकमेव सूत्रं कृतं, कृदतिङ् कृत् अतिङ् इति उक्तम्. अतिङ् प्रत्ययः यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् प्रत्ययः इति उक्तम्. अतः धातुतः तिङ् प्रत्ययः भवति यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् प्रत्ययः इति अस्ति. तर्हि इदानीं प्रश्नः अस्ति, अस्तु विकरणप्रत्ययः अपि अस्ति खलु. विकरणप्रत्ययः सनादिप्रत्ययः धातुप्रत्ययः ये प्रत्ययाः सन्ति ते सर्वे अपि कृत् प्रत्ययः वा इति प्रश्नः भवति खलु. यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् इति उक्तं. तर्हि विकरणप्रत्ययः कृत् प्रत्ययः अस्ति वा? धातुप्रत्ययः ये धातुप्रत्ययः द्वादशप्रत्ययाः सन्ति ते अपि कृत् प्रत्ययाः सन्ति वा इति प्रश्नः उदेति. वासुदेवन् महोदय किं चिन्तयति? विकरणप्रत्ययः अपि कृत् प्रत्ययः एव इति चिन्तयामि. ते अपि कृत् प्रत्ययः एव इति चिन्तयामि. अस्तु, अत्र विजयलक्ष्मी भगिनी वदतु, भवती किं चिन्तयति? तिङ् प्रत्ययः एव विधीयते विकरणप्रत्ययः. तिङ् भवति चेदेव विकरणप्रत्ययाः आगच्छन्ति खलु, तत्कारणं तिङ् केटगरी मध्ये एव आगच्छन्ति सार्वधातुक आर्धधातु. चिन्तनं समीचीनं. तर्हि कृत् नास्ति इति वदति भवती. मम मते तु कृत् नास्ति इति एव. भवत्याः मतं समीचीनं. तत्र आधारः कः, प्रमाणं किम्? कृतिङ् इति सूत्रमुक्तं खलु, तर्हि कृत् तिङ् नास्ति चेत् कृत् इति उक्तं, तर्हि विकरणप्रत्ययः तिङ् नास्ति, अतः कृत् स्यात् खलु. भवती उक्तवती खलु पाणिनेः पुस्तके तु विकरणप्रत्यय इति किमपि नास्ति इति, तत्तु नामकरणम् अनन्तरं भवतु भवतु भवतु. शप् इति प्रत्ययः इति चिन्तयतु, विकरणः इति नाम नास्ति. शप् इति प्रत्ययः कीदृशः? सार्वधातुकप्रत्ययः. तिङ् वा कृत्वा तत् अङ्गकार्य तिङ् प्रत्ययतः विधीयते, तिङ् एव इति मम भासते. तिङ् न आयाति चेत् विकरणप्रत्ययः अपि न भवति खलु. तिङ् न तत्र शप् इति तिङ् प्रत्ययः इति अस्ति चेत् तत्र किमर्थं तत्र अष्टादश तिङ् प्रत्ययः इति उक्तं, तत्र एव योजयितुं शक्यते खलु. किमर्थं तत्र पृथक्तया शप् इति उक्तम्? तद् गणस्य कार्यं खलु, कस्मिन् गणे किं भवतु भवतु, तस्य तिङ् इति नामकरणम् अस्ति चेत् तत्र लकारस्य स्थाने भवतु खलु. किमर्थं तत्र तिङ् प्रत्ययोः मध्ये आगच्छति तिङ् इत्यस्य नामकरणम् अस्ति चेत्? दशसु गणेषु तिङ् प्रत्ययाः समानं भवति, तत्कारणं लाघवम् आनीयम् इति प्रथमं सर्वत्र दशसु गणेषु तिङ् प्रत्ययः एव विधीयते. अनन्तरं प्रतिगणे भिन्नभिन्न विकरणप्रत्यय आगच्छति इति कृत्वा ततः प्रथमं सोपानं भवति, सर्वत्र तिङ् प्रत्यय एव विधीयते, अनन्तरं कस्मिन् गणे अस्ति इति दृष्ट्वा विकरणप्रत्यययोजनीयं. तत् तिङ् प्रत्ययवती वदति यद् यत् वदति तत् प्रक्रिया अस्ति, तत् समीचीनं, परन्तु तेन न अवगच्छामि यत् तत्र शप् इति प्रत्ययः तिङ् प्रत्ययः इति न बुध्यते, मया न बुध्यते. तिङ् इति संज्ञा कथं भवति इति मया न बुध्यते. वयं कृते एकमेव प्रमाणमस्ति, कृततिङ्. तिङ् नास्ति चेत् कोऽपि भवतु, विकरणम् भवतु या सन् भवतु या कृत् भवतु, सप् अतिङ् अस्ति इति कृत्वा कृतेव. तथा वयं चिन्तयितुं शक्नुमः, परन्तु तथा नास्ति. धातोः अनन्तरं तिङ् प्रत्ययस्य मध्ये या प्रत्ययाः आयान्ति ते एव विकरणप्रत्ययाः इति. तत्सर्वं समीचीनं भगिनि, तत्सर्वं समीचीनं, परन्तु अस्माकं पुरतः केटगरी द्वयम् अस्ति. तस्मिन् नागिनीभूताः लक्ष्मीपत्नी समापयतु. तदेव तत् द्वयो तिङ् अपि नास्ति कृत् अपि नास्ति इति चिन्तयामि, न जानामि, प्रमाणमपि न जानामि. प्रमाणं न उक्तवती चेत् सत्यं भवति. वदति तिङ् अपि नास्ति कृत् अपि नास्ति, तिङ् नास्ति कृत् अपि नास्ति, किमर्थम् इति इदानीं वदामि. गोमतीभगिनी किमपि उक्तवती किं? विकरणप्रत्ययं साक्षात् धातोः अनन्तरं न विधीयते, प्रथमं तु लकारः एव विधीयते. तत्सर्वं समीचीनं, तत्सर्वं समीचीनं. मम प्रश्नः सरलः अस्ति, प्रक्रिया इदानीं मास्तु, प्रक्रिया कथमस्ति इति वयं जानीमः. मम प्रश्नः सरलः, विकरणप्रत्ययः तिङ् अस्ति वा कृत् अस्ति वा इति तावदेव मम प्रश्नः, तावानेव प्रश्नः. तर्हि तिङ् अस्ति वा कृत् अस्ति वा इति प्रश्नः. लक्ष्मीभगिनी उक्तवती तिङ् अपि नास्ति कृत् अपि नास्ति इति उक्तवती, रमा भगिनी किं वक्तुमिच्छति? द्वितीय अधिकारः धातोः अधिकारे कृत् प्रत्ययः आगच्छति, प्रथमतया न आगच्छति. द्वितीय अधिकार कृत् प्रत्ययः आगच्छति 3191 onwards. बहु समीचीनम्, बहु समीचीनं. सर्वे कृपया अष्टाध्यायीपुस्तकम् उद्घाटयन्तु, पेज् 56, षट्पञ्चाशत्तमे पृष्ठे पश्यन्ति चेत् कृदतिङ् इति सूत्रमस्ति. अत्र वंशी भगिनी पठतु, कृदतिङ् इति सूत्रे किं लिखितमस्ति? आं भगिनि, पठामि. अस्मिन् द्वितीये धात्वाधिकारे इत आरभ्य तृतीयाध्याये चतुर्थपादे षट्षष्टितमं सूत्रम् इति यावत् कृत् प्रत्ययाः सन्ति. अस्तु, तावत् पर्याप्तम्. अर्थः कः? आम्, तृतीयाध्याये चतुर्थपादे आरभ्य, न न न, इतः आरभ्य, इतः इत्युक्ते, इतः इत्युक्ते कुत्र? कृदतिङ् आरभ्य तृतीयाध्याये चतुर्थपादे षष्टतमं सूत्रं यावत् पर्यन्तम् अस्ति ते सर्वे कृदतिङ् इत्यस्मिन् अधिकारे सन्ति भगिनि. इत्युक्ते तत्र कृदतिङ् इत्यस्मात् सूत्रात् यानि यानि सूत्राणि सन्ति तत्र एव कृत् प्रत्ययः इति वदामः. इदानीं विकरणप्रत्ययः कुत्र अस्ति? विकरणप्रत्ययः सनाध्यन्तदातवः इति अधिकारे अस्ति भगिनि. ते तु न, विकरणप्रत्ययः कुत्र अस्ति तत्र तृतीयाध्याये? विकरणप्रत्ययः तृतीयाध्याये नवत्रिंशत् सूत्रात् न, सप्तत्रिंशत् सूत्रात् आरभ्य सप्ततिः सूत्रपर्यन्तं 68 सूत्रम् आरभ्य अशीतिः सूत्रपर्यन्तं वा, अशीतिः न, नवसप्ततिः समसूत्रं पर्यन्तम्. इत्युक्ते तस्मात् पूर्वमस्ति विकरणप्रत्ययः. विकरणप्रत्ययः सर्वे कृदतिङ् इत्यस्मात् सूत्रात् पूर्वं सन्ति. पश्यन्ति खलु, विकरणप्रत्ययः सर्वे, यद्यपि पाणिनिना विकरणप्रत्ययः इति न उच्यते तथापि लोके तु विकरणप्रत्ययः इति एव वयं वदामः. अतः शप् तत्र 77 अत्र 68 इति सूत्रमस्ति खलु, 68 तत्र एव, तत्र गणनिमित्तिकविकरणप्रत्ययः अस्ति. पेज् 55 इत्यत्र तृतीयाध्याये प्रथमपादे पेज् 55 इत्यत्र पश्यति चेत् शप् प्रत्ययः 68 अष्टषष्टितमं सूत्रं कर्तरी शप्. तदनन्तरं ष्यन् प्रत्ययः दिवादिभ्यः ष्यन्, श्नु प्रत्ययः स्वादिभ्यः श्नु, शप् प्रत्ययः इत्यादयः विकरणप्रत्ययः सर्वे प्रत्ययाः कृदतिङ् इत्यस्मात् सूत्रात् पूर्वं सन्ति अतः ते प्रत्ययाः कृत् अपि न सन्ति, तिङ् अपि न सन्ति. तिङ् प्रत्ययः केवलं तत्र अष्टादशप्रत्ययः एव तिङ् प्रत्ययः, अन्ये प्रत्ययः तिङ् प्रत्ययः न सन्ति. साक्षात् तत्र सूत्रं सूत्रितं खलु, तिप्तर्षि लस्य स्थाने तिबादयः आयान्ति इति सूत्रितं. ते प्रत्ययः एव तिङ् प्रत्ययः. विकरणप्रत्ययः अपि तत्र कृत् प्रत्ययः नास्ति, यतोहि कृदतिङ् इत्यस्मात् पूर्वं विकरणप्रत्ययः सन्ति. एवमेव सनादिप्रत्ययः, सनादिप्रत्ययः पश्यति चेत् तत्र पेज् 53 इत्यत्र तृतीयाध्याये प्रथमपादे पञ्चमं सूत्रं पश्यति चेत् सनादयो धातुप्रत्ययः इत्यत्र सन् प्रत्ययः, पश्यन्ति खलु सर्वे, सनादयो धातुप्रत्ययः इति अस्ति. तत्र द्वादश सन् प्रत्ययः सन्ति, सन् प्रत्ययः, क्यच् प्रत्ययः, काम्यच् प्रत्ययः, क्यङ्, क्यश्, क्यच्, अनन्तरं निङ्, निच्, यङ्, अग्रिमपृष्ठे यक्, निच्, आय्, यङ् इति, क्विप् इति अपि अस्ति, द्वादश. क्विप् एकः प्रत्ययः, वार्तिकेन उक्तमस्ति, क्विप् इति प्रत्ययः, अतः आहत्य द्वादशप्रत्ययाः सन्ति. एते प्रत्ययाः अपि कृदतिङ् इत्यस्मात् सूत्रात् पूर्वं सन्ति इति कृत्वा ते अपि कृत् प्रत्ययः न सन्ति. अस्तु, बुद्धं खलु? तर्हि आहत्य निङ् प्रत्यये द्विवारं किमर्थम्? चिन्ता मास्तु भगिनि, द्विवारं किमर्थम् इति चिन्ता मास्तु. तत्र पृथक् पृथक् सूत्राणि सन्ति खलु, पृथक् सूत्रं सन्ति, पृथक् पृथक् सूत्रं सन्ति खलु, सूत्रमस्ति खलु, अतः तत्र सूत्रे तत्र के धातवः के तत्र एकम् अस्ति, तत्र निङ् प्रत्ययः पुच्छ भाण्ड इति किमपि अस्ति खलु, पुच्छभाण्ड कमेर्णि इति धातुः अस्ति, तत्र केभ्यः धातुभ्यः निङ् प्रत्ययः विद्यते इति पृथक्तया उल्लेखितमस्ति. अस्तु, तत्र सनादिप्रत्ययः के के इति तत्र भिन्नः पाठः अस्ति, तद् अनन्तरं करिष्यामः. परन्तु इदानीं तत्र पुनः अस्माकं मूलविषयं प्रति गच्छामः. धातुः द्विविधः इति जानीमः, आतिदेशिकधातुः औपदेशिकधातुः आतिदेशिकधातुः इति द्विविधः. तस्मात् तिङ् प्रत्ययः विधीयते, अपि च कृत् प्रत्ययः विधीयते, अपि च धातुप्रत्ययः विधीयते, अपि च धातुतः विकरणप्रत्ययः अपि विधीयते, विकरणप्रत्ययः अपि विधीयते. परन्तु मुख्यतया पश्यामः चेत् धातुतः तिङ् प्रत्ययः अथवा कृत् प्रत्ययः. यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् प्रत्ययः. तिङ् प्रत्ययः तिङ् प्रत्ययः तु लकारस्य स्थाने आयाति. धातुतः तिङ् प्रत्ययः अस्ति चेत् मध्ये गणनिमित्तिकविकरणप्रत्ययः आयान्ति. अनन्तरं धातुतः धातुप्रत्ययः अपि विधीयन्ते, तत्तु भिन्नम् अस्ति, तत्र नूतनप्रातिपदिकं नूतनधातुः निष्पद्यते. बुद्धं खलु तावत्? एकः प्रश्नः भगिनि, अहम् एकं प्रश्नं वदामि. कर्तरी शप् कारणेन शप् विकरणप्रत्यय आयाति दशगणसम्बन्धे इत्यादि, परन्तु यदि प्रत्ययः कृत् अस्ति यथा शत्रुव शानच् अस्ति तर्हि शप् आयाति विकरणप्रत्ययः. हा आयाति, तत्र तु यतोहि तत्र लकारस्य स्थाने आयाति, लकारस्य स्थाने शत्रुप्रत्ययः शानच् प्रत्ययः विधीयते इति कृत्वा शप् आयाति. सः विषयः भिन्नः. अत्र किं वक्तुम् इच्छति? केवलं यथा वयं सूत्रं कर्त्री शप् 3168 पश्यामः, परन्तु कृदन्त पूर्व धातोः पूर्वं प्रत्यायाति. अतः अहं पश्यामि यदि विकरणप्रत्ययः केवलं धातोः पूर्वं अत्र विवृतः, परन्तु अनन्तरं कर्तृशप् अधिकारः नास्ति. हा हा, तत् हा, अत्र अत्र किं भवान् किं वक्तुम् इच्छति इति चेत्, तत्र विकरणप्रत्ययः न केवलं धातुतः तिङ् प्रत्ययः अस्ति चेत् विधीयते, कृत् प्रत्ययः अस्ति चेदपि भवति इति सत्यमेव. धातुतः कृत् प्रत्ययः अस्ति चेत् सः कृत् प्रत्ययः सार्वधातुकः अस्ति चेत्, कर्त्रार्थे अस्ति चेत् सार्वधातुकप्रत्ययः अस्ति इति कृत्वा तत्र विधीयते. तत्तु अग्रिमस्तरे अस्ति. प्रथमं सार्वधातुकः कः, अर्धधातुकप्रत्ययः कः इति ज्ञातव्यः भवति. तदनन्तरं यद्भवान् वदति तत् सत्यम्. इदानीम् अत्र तिङ्गन्तस्तरे एव तत्र विकरणप्रत्ययः विधीयते इति मया उक्तं. ततः अग्रे तत्र विभजनद्वयमस्ति खलु, तस्मिन् सन्दर्भे चिन्तयामः. इदानीं तत्र द्वितीयस्तरे नास्ति चिन्तनं. तृतीयस्तरे तादृशचिन्तनम् अस्ति, तत् पश्यामः. परन्तु लकारस्य स्थाने यदा तिङ् प्रत्ययः विधीयते तदानीं तत्र विकरणप्रत्ययः मध्ये आयाति इति अत्र तावानेव विषयः अस्ति. तत्र उमाभगिनी पुनः वदामि वा? बुद्धं वा उमाभगिनी? वदति चेत् सम्यक्. अस्तु, अत्र धातुः द्विविधः अस्ति इति जानीमः, औपदेशिकधातुः आतिदेशिकधातुः इति. धातुतः द्विविध मुख्यतया द्विविधप्रत्ययः विधीयन्ते, तिङ् प्रत्ययः अपि च कृत् प्रत्ययः. यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् प्रत्ययः विधीयते इति तत्र द्विविधम् अस्ति. अपि च तत्र पृथक् स्ट्रीम् अस्ति, धातुतः धातुप्रत्ययः विधीयन्ते इति पृथक् स्ट्रीम् अस्ति. तत्र विशिष्टसूत्राणि सन्ति, धातुतः विशिष्टसन्दर्भेषु धातुप्रत्ययः विधीयन्ते. तत्र द्वादशप्रत्ययः सन्ति. यदा ते प्रत्ययः विधीयन्ते तदानीं नूतनधातुः निष्पन्नः भवति इति पृथक् स्ट्रीम् अस्ति. धातुप्रत्ययस्य विषये पृथक्तया चिन्तनं कुर्मः, परन्तु ते अपि धातुभ्यः विधीयन्ते इति तावत् स्मरन्तु. तदनन्तरं विकरणप्रत्ययः अस्ति. विकरणप्रत्ययः कुत्र विधीयते इति चेत्, तत्र धातुतः यदा तिङ् प्रत्ययः अस्ति, लकारस्य स्थाने यदा तिङ् प्रत्ययः आयाति तदानीं विकरणप्रत्ययः आयान्ति. तत्रापि भेदः अस्ति. विकरणप्रत्ययः इति यत् वदामः तत्रापि गणनिमित्तिकविकरणप्रत्ययः इति अस्ति, लकारनिमित्तिकविकरणप्रत्ययः इति अस्ति, यद् अस्माभिः पूर्वं चर्चितमस्ति. सार्वधातुकलकारेषु गणनिमित्तिकविकरणप्रत्ययः, अर्धधातुकलकारेषु लकारनिमित्तिकविकरणप्रत्ययः इति वयं जानीमः. तर्हि विकरणप्रत्ययः कृत् प्रत्ययः नास्ति, धातुप्रत्ययः अपि कृत् प्रत्ययः नास्ति, यतोहि ते सर्वे कृतिङ् इत्यस्मात् सूत्रात् पूर्वं सन्ति, अतः ते कृत् प्रत्ययः न सन्ति इति अवगच्छति खलु तावत्. अग्रिमस्तरे अरुणा भगिनी वदति वा, अत्र तिङ् प्रत्ययः द्विविधः. क्षम्यतां भगिनि. तिङ् प्रत्ययः द्विविधाः, सार्वधातुकः आर्धधातुकः. कथं तिङ्? तिङ् प्रत्यये षित् वर्णः अस्ति चेत् तिङ् प्रत्ययः अस्ति चेत् सार्वधातुकप्रत्ययः इति. तिङ् प्रत्ययेषु षित् प्रत्ययः अस्ति वा? न, शकार षित् शकार. तिङ् प्रत्ययेषु शकारः नास्ति खलु? सर्वे तिङ् प्रत्ययः साक्षात् सार्वधातुकः, षित् इत्यस्य चिन्तनमेव नास्ति तत्र. क्षम्यतां भगिनि. तिङ्षित् सार्वधातुकम् इति सूत्रमस्ति, तदेव तिङ् प्रत्ययः सार्वधातुक शेषात् अर्धधातुक इति संज्ञा अभवति. कुत्र अस्ति शेषः? तिङ् इति एव अस्ति खलु, सर्वे तिङ् प्रत्ययः तिङ्क्षित् सार्वधातुकम् इति सार्वधातुकः. कुत्र अस्ति शेषं? शेषं किमपि नास्ति खलु? आर्धधातुकसूत्रम् अत्र केवलं लिट्लकार अण्ड् आशीर्वाद. बहु समीचीनं भगिनि. तत्र सूत्रं किम् अस्ति? लिच्छ अन्यसूत्रं स्मरामि भगिनि. नास्ति चिन्ता. लिङ्गाशिशि इति बहु समीचीनं भगिनि. बहु समीचीनं. तर्हि तिङ् प्रत्ययः सामान्यतया सर्वे तिङ् प्रत्ययाः सार्वधातुकाः. किमर्थम् इति चेत् तिङ्क्षित् सार्वधातुकम् इत्यनेन ते सर्वे सार्वधातुकाः, सार्वधातुकप्रत्ययाः. तर्हि आर्धधातुकसंज्ञा कथं भवति तिङ् प्रत्ययस्य इति चेत्, साक्षात् सूत्रमस्ति, सूत्रद्वयमस्ति, लिच्छ अपि च लिङ्गाशिशि इति सूत्रद्वयम् अस्ति. तर्हि लिट्लकारे तिङ् प्रत्ययः आर्धधातुकप्रत्ययः, आशीर्लिङ्लकारे तिङ् प्रत्ययः आर्धधातुकप्रत्ययः. अन्यत्र सर्वत्र सामान्यनियमः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकाः. तिङ् प्रत्ययः आर्धधातुकः नास्ति. लुङ् इति लकारः आर्धधातुकलकारः इति सत्यं भगिनि, परन्तु तिङ् प्रत्ययः आर्धधातुकः नास्ति. तत्र लकारः अर्धधातुकः इति विषयः सत्यमस्ति, इति विषयं सत्यमस्ति. परन्तु तत्र तिङ् प्रत्ययः तु अर्धधातुकः नास्ति, सार्वधातुकः एव. लुङ् लकारे तिङ् प्रत्ययः सार्वधातुकः एव. परन्तु लुङ् लकारे किं भवति इति चेत्, मध्ये तास् इति प्रत्ययः सर्वत्र भवति. न, तास् नास्ति. लुट् लकारे इति स्वीकुर्मः, लुङ् इति त्यजतु इदानीं. लुट् लकारं स्वीकुर्मः चेत् तास् इति प्रत्ययः सर्वत्र भवति. धातुः यः कोऽपि धातुः अस्ति, तास् इति प्रत्ययः भवति. तास् योगः तिङ् प्रत्ययः इति पश्यामः चेत् तदानीं वयं वदामः धातुः तिङ् प्रत्ययं न पश्यति इति कृत्वा अर्धधातुकलकारः इति वदामः. सः विषयः भिन्नः अस्ति. परन्तु तिङ् प्रत्ययः तु सार्वधातुकः एव, तस्य संज्ञायाः परिवर्तनं नास्ति. केवलं लिट्लकारे आशीर्लिङ्लकारे एव तिङ् प्रत्ययः आर्धधातुकप्रत्ययः. अस्तु, इदानीं कृत् प्रत्ययस्य विषये चिन्तनं कुर्मः. कृत् प्रत्यये अत्र द्विविधम् इति उक्तं. सुमन् भगिनी वदतु. कृत् प्रत्यये अपि द्विविधं, सार्वधातुकं वा आधातुकं. षित् अस्ति चेत् सार्वधातुकप्रत्यय, षित् नास्ति चेत् आर्धधातुकप्रत्यय. अग्रे अपि वदामि. अग्रे किं वक्तुमिच्छति वदतु. अस्तु, सार्वधातुकप्रत्यय अस्ति चेत् तत्र अपि पित् वा अपित् वा चिन्तनीयं. तत्र पित् अस्ति चेत् गुणकार्यं. न, एकक्षणम् एकक्षणं. पित् अपित् इति इदानीम् अग्रे अग्रिमस्तरे अस्ति. पित् अपित् इति अग्रिमस्तरे अस्ति. अत्र अस्मिन् स्तरे सम्पूर्णं अस्मिन् स्तरे तु यथा भवती उक्तवती, कृत् प्रत्ययः द्विविधः, सार्वधातुकः अथवा अर्धधातुकः. सार्वधातुकप्रत्ययः षित् अस्ति चेत् सार्वधातुकप्रत्ययः, अषित् प्रत्ययः, ये प्रत्ययः अषितः सन्ति ते सर्वे अर्धधातुकप्रत्ययः. इदानीम् अग्रिमसोपाने पित् इति पित् अपित् इति इदानीं तदनन्तरं पश्यामः. इदानीं तत्र विकरणप्रत्ययः इति अस्ति. विकरणप्रत्ययं स्वीकृत्य वदतु कृत् प्रत्ययस्य विषये. विकर्णप्रत्यये अपि षित् अस्ति चेत् सार्वधातुक अस्ति. विकर्णप्रत्यये अषित् अस्ति चेत् अर्धधातुक अस्ति. एकः एव अर्धधातुक प्रत्यय अस्ति इति तनादिगणे उ इति प्रत्यय भवति. बहु समीचीनं, बहु समीचीनम्. इत्युक्ते विकरणप्रत्ययः शितः, ये विकरणप्रत्ययः शितः सन्ति, आधिक्येन शितः सन्ति इति कृत्वा ते सर्वे सार्वधातुकप्रत्ययः. केवलं तनादिगणे उ इति प्रत्ययः अर्धधातुकप्रत्ययः अस्तु इति जानीमः. तदनन्तरं तत्र कृत् प्रत्ययस्य प्रसङ्गे विकरणप्रत्ययस्य सम्बन्धः कः? अस्तु, तत्र कृत् प्रत्यय षित् अस्ति चेत् तत्र विकर्ण कर्तरीशप् इति सूत्रेण विकर्णप्रत्यय अपि आयाति गणभेदः. एकक्षणं, कृत् प्रत्ययः षित् अस्ति चेत् इति उक्तवती खलु? सत्यम्. कृत् प्रत्ययः षित् अस्ति चेत् सार्वधातुकः, अतः विकरणप्रत्ययः आयाति इति उक्तवती. कर्त्रर्थे अस्ति चेत् समीचीनं, सम्पूर्णतया वक्तव्यं, भवती जानाति एव. अस्तु, कृत् प्रत्यय षित् अस्ति चेत् तत् सार्वधातुकं भवति. अपि च सार्वधातुकम् अस्ति, अपि च कर्तरि अर्थे अस्ति चेत् तत्र विकर्णप्रत्ययः अपि आयाति. गणभेदः दृश्यते, यतोहि शत्र प्रत्यय षित् अस्ति, तत्र कर्तरि शप् कार्यं करोति, विकर्णप्रत्ययाः आगच्छन्ति. शानच् अपि भवितुं शक्नोति यत्र कर्तरि अर्थे अस्ति, नो चेत् कर्मणि अर्थे अस्ति चेत् तत्र विकर्णप्रत्यय न आयाति. समीचीनम्. इत्युक्ते अत्र धन्यवादः भगिनी. इदानीं कृत् प्रत्ययस्य विषये चिन्तनं कुर्मः. कृत् प्रत्ययः अपि द्विविधः अस्ति. अत्र कृदतिङ् इत्यस्मात् अधिकारात् अनन्तरं ये प्रत्ययाः सन्ति, इत्युक्ते त प्रत्ययः, तवतु प्रत्ययः, अन्ये ये प्रत्ययाः सन्ति, तवतु, तदनन्तरं किम् अस्ति तत्र नून् प्रत्ययः, तुमुन् इत्यादयः प्रत्ययाः, अनियर् तव्यत् इत्यादयः, ण्यत् यत् इत्यादयः प्रत्ययाः सन्ति, नूल् इति प्रत्ययाः सन्ति. इति कृत् प्रत्ययाः सन्ति, बहवः सन्ति. तेषु तेषामपि संज्ञा अस्ति सार्वधातुकः अर्धधातुकः. षित् अस्ति चेत् कृत् प्रत्ययः षितः सन्ति चेत् तत्र सार्वधातुकप्रत्ययः इति सार्वधातुकम् इति संज्ञा भवति. कृत् प्रत्ययः षितः न सन्ति चेत् अषितः सन्ति चेत् अर्धधातुकसंज्ञा भवति. तर्हि तत्र षित् प्रत्ययः ये प्रत्ययाः सन्ति, नवप्रत्ययाः सन्ति तत्र, तेषु शत्रुप्रत्ययः शानच् प्रत्ययः इति प्रसिद्धौ प्रत्ययौ. शत्रुशानज् तत्र सारधातुकप्रत्ययः शत्रुप्रत्ययः षित् इति कृत्वा सारधातुकप्रत्ययः शानज् अपि षित् इति कृत्वा सारधातुकप्रत्ययः ते प्रत्ययः धातुतः यदा विधीयन्ते कर्त्रार्थे अपि सन्ति तदानीं विकरणप्रत्ययः आयाति शबादयः आयाति इदमेव विषयं तत्र अयमेव विषयः वासुदेवमहोदय अपि वक्तुम् इष्टवान् पूर्वम् अत्र वासुदेवमहोदय नास्ति तत्र विनयमहोदय क्षम्यतां विनयमहोदय अपि तदेव वक्तुम् इष्टवान् पूर्वं तत्र कृत्प्रत्ययः शितः सन्ति सारधातुकः कर्त्रार्थे सन्ति चेत् तत्रापि विकरणप्रत्ययः आयाति विकरणप्रत्ययः न केवलं धातुतः तिङ्प्रत्ययः अस्ति चेत् भवति धातुतः कृत् प्रत्ययः षित् प्रत्ययः सारधातुकप्रत्ययः अस्ति चेदपि विकरणप्रत्ययः आयाति तर्हि विकरणप्रत्ययस्य विधानार्थं विकरणप्रत्ययः इति यद्वदामि अहं गणनिमित्तिकविकरणप्रत्ययः शप् ष्यन् इत्यादयः एते प्रत्ययाः कदा विधीयन्ते इति चेत् तत्र धातुतः तिङ् प्रत्ययः सार्वधातुकः कर्त्रार्थकतिङ् प्रत्ययः अस्ति चेत् विकरणप्रत्ययः विधीयते गणमनुसृत्य इति एकमस्ति द्वितीयमस्ति धातुतः कृत् प्रत्ययः ये कृत् प्रत्ययः शितः सन्ति इत्युक्ते ते सार्वधातुकसंज्ञकाः भवन्ति अपि च कर्त्रार्थे अपि भवन्ति चेत् तत्रापि विकरणप्रत्ययः विधीयते अतः विकरणप्रत्ययस्य विधानार्थं तत्र सार्वधातुकप्रत्ययः कर्त्रार्थकप्रत्ययः भवेत् सः प्रत्ययः तिङ् भवितुमर्हति अथवा कृत् अपि भवितुमर्हति स्पष्टं खलु इदानीं धातुप्रत्ययः द्वादशप्रत्ययाः सन्ति ते प्रत्ययाः तु कृतिङ् इत्यस्मात् सूत्रात् पूर्वं सन्ति कृतिङ् इत्यस्मात् पूर्वं सन्ति अतः ते प्रत्ययाः कृत् प्रत्ययः न सन्ति ते प्रत्ययाः तिङ् प्रत्ययाः अपि न सन्ति तेषां संज्ञा नास्ति कृत् संज्ञा नास्ति तिङ् संज्ञा अपि नास्ति ते केवलं धातुप्रत्ययाः धातुतः प्रायेण धातुतः विधीयन्ते केचन प्रातिपदिकात् अपि विधीयन्ते धातुप्रत्ययः यदा तेषां योजनेन नूतनधातुः निष्पद्यते धातुप्रत्ययानां तत्र धातुप्रत्ययानामपि चिन्तनं भवति सार्वधातुकप्रत्ययः वा अर्धधातुकप्रत्ययः वा इति चिन्तनं भवति इति तत्र भिन्नविषयः अनन्तरं पश्यामः धातुप्रत्ययानामपि संज्ञाद्वयं भवितुम् अर्हति सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः प्रायेण केषाञ्चन किमपि न कापि संज्ञा भवति इति तत्र भिन्नविषयः अस्ति धातुप्रत्ययानां विषये तद् कदाचित् पश्यामः परन्तु धातुप्रत्ययानां यदा निच् इति प्रत्ययः अस्ति धातुप्रत्ययः द्वादशप्रत्ययेषु निच् इति प्रत्ययः धातुप्रत्ययः अस्ति निच् प्रत्ययः षित् नास्ति तिङ्गपि नास्ति इति कृत्वा निच् प्रत्ययः अर्धधातुकप्रत्ययः अस्ति सन् इति प्रत्ययः अस्ति सन् अपि तिङ्गपि नास्ति षित् अपि नास्ति इति कृत्वा प्रायेण सन् प्रत्ययः अर्धधातुकप्रत्ययः अस्ति अतः एव पि पठिष्यते इति रूपं निष्पद्यते तत्र इडागमः भवति अस्तु तावत्पर्यन्तं बुद्धं खलु भगिनी एकः प्रश्नः अस्ति विक्रणप्रत्ययगणसम्बन्धविक्रणप्रत्यय एव अन्ये अपि अस्ति वा सत्यम् अन्ये अपि विकरणप्रत्ययाः सन्ति परन्तु तत्र वयं विकरणः इति सामान्यतया न वदामः परन्तु तेषामपि विकरणप्रत्यय इत्यस्मिन्नेव गणना अस्ति तर्हि अत्र कुत्र अस्ति इत्युक्ते तत्र पृष्ठसङ्ख्या अस्ति पेज् 54 मध्ये पश्यति चेत् स्य तास् प्रत्ययौ 33 इति सूत्रमस्ति स्यतासि ऋलटोः इति सूत्रम् तत्र स्य तास् इति प्रत्ययः सः प्रत्ययः अपि विकरणप्रत्ययः एव परन्तु एते गणनिमित्तिकविकरणप्रत्ययः शप्ष्यन् इत्यादयः क्षम्यताम् एते प्रत्ययः लकारनिमित्तिकविकरणप्रत्ययः स्य तास् इत्यादयः लकारनिमित्तिकविकरणप्रत्ययः शप्ष्यन् श्नु इत्यादयः गणनिमित्तिकविकरणप्रत्ययः अत्र अन्ये प्रत्ययः के इति चेत् अत्र 33 इति सूत्रात् आरभ्य स्यतासि ऋलटोः इति सूत्रमस्ति तदनन्तरम् आम् इति प्रत्ययः अस्ति लिट्लकारे तदनन्तरं शिलि लुङ्गि इति प्रत्ययः अस्ति लुङ्लकारे सिच् प्रत्ययः अपि लुङ्लकारे सप्रत्ययः लुङ्लकारे, चङ् प्रत्ययः लुङ्लकारे, अङ् इत्यपि लुङ्लकारे, चिण् इति लुङ्लकारे इत्येते प्रत्ययाः सन्ति. एते लकारनिमित्तिकप्रत्ययाः, आर्धधातुकलकारेषु एव विधीयन्ते एते प्रत्ययाः. इत्युक्ते धातुलकारयोः मध्ये एते प्रत्ययाः आयान्ति. इत्युक्ते धातुतः लृट् लकारः अस्ति चेत् मध्ये स्य इति प्रत्ययः आयाति. सः प्रत्ययः विकर्णः एव, परन्तु गणनिमित्तिकः नास्ति, लकारनिमित्तिकः अस्ति. अतः विकर्णः इत्यस्मिन् अन्तर्भूतः अस्ति, परन्तु तत्र गणनिमित्तिकः नास्ति. भगिनि धन्यवादः. अस्तु, एतावत् स्पष्टमस्ति वा? अग्रे सर्तुं शक्नुमः वा भगिनि? एकः प्रश्नः भगिनि, अष्टाध्याये अत्र तिंशित् सार्वधातुकं तदनन्तरम् आर्धधातुकं शेषः सूत्रमस्ति भगिनि न? अस्ति. तदेव आर्धधातुक प्रत्यय किम् इति प्रश्न भवति. हा, आर्धधातुकं किम् इति प्रश्नः भवति, आर्धधातुकं शेषः इति भवति, परन्तु तत्र तिङ् प्रत्ययस्य विषये तत्र भवति आर्धधातुकं शेषः इत्यनेन तत्र आर्धधातुकसंज्ञा भवति इति उक्तं, तत्तु समीचीनं नास्ति खलु. तिङ् प्रत्ययस्य विषये भवती तदनन्तरं भवती समीकृतवती, भवती उक्तवती लिट् लिट्च अपि च लिङ्गाशिशि इति सूत्रेण तयोः आर्धधातुकसंज्ञा भवति इति उक्तं, तत् समीचीनमस्ति. परन्तु यद्भवती वदति कृत् प्रत्ययस्य विषये, यद्भवती वदति समीचीनं. कृत् प्रत्ययस्य विषये तिंशित् भिन्नः अस्ति चेत् आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञा इति सत्यमेव, परन्तु तिङ् प्रत्ययस्य विषये तत् समीचीनं नास्ति. तिङ् प्रत्ययविषये एव लिच्छ लिङ्गाशिष एव अनेन एव आर्धधातुकसंज्ञा, आर्धधातुकसंज्ञा भवति. यतोहि तत्र आर्धधातुकम् इत्यस्य अनुवृत्तिः भवति तस्मिन् सूत्रे, लिच्छ इति सूत्रे आर्धधातुकम् इत्यस्य अनुवृत्तिः अस्ति इति कृत्वा लिच्छ इति सूत्रेण एव आर्धधातुकसंज्ञा विधीयते तत्र. Okay. तिङ् प्रत्ययस्य आर्धधातुकसंज्ञा, अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञा इति नास्ति. किमर्थम् इति चेत् तिंशित् सार्वधातुकम् अत्र तु प्रत्ययः तिङ् अस्ति, कुत्र अस्ति शेषत्वं? शेषत्वं नास्ति खलु. तिङ्प्रत्ययस्य विषये तिङ् एव अस्ति तत्र, तर्हि आर्धधातुकं शेषः इत्यनेन तिङ् प्रत्ययः आर्धधातुकः इति वक्तुं न शक्यते खलु. बुद्धं खलु भेदः कः इति? धातुप्रत्यये सार्वधातुक अर्थधातुकस्य चिन्तनं भवति इति उक्तवती खलु भगिनि? भवति, प्रायेण भवति, कुत्रचित् न भवति. तत्रापि तत्र विशेषनियमः सन्ति, इदानीं चिन्ता मास्तु. तत्र धातु द्वादशधातुप्रत्ययाः सन्ति, तत्र प्रायेण तत्रापि सार्वधातुक, यथा अत्र णिच् प्रत्ययः अस्ति, तत्र सार्वधातुकः वा अर्धधातुकः वा इति चिन्तनम् अस्ति. इदानीं पट् योगः णिच्, पट् नास्ति, लिक् योगः णिच्, लिक् योगः णिच्, तत्र णिच् इति प्रत्ययः अर्धधातुकः इति कृत्वा तत्र गुणः भवति. लेखि इति नूतनधातुः, लेखयति इति रूपम् अस्ति. तर्हि णिच् इति अर्धधातुकः नास्ति चेत् कथं वा गुणः भवति? आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञा अस्ति, अतः तत्र गुणः भवति. सन् प्रत्ययविषये अपि तथा एव, परन्तु केचन प्रत्ययाः सन्ति यत्र आर्धधातुकसंज्ञा सार्वधातुकसंज्ञा इति नास्ति, सः विषयः भिन्नः. प्रायेण अस्ति. अस्तु, इदानीं ततः अग्रे सराम. इदानीं तिङ् प्रत्ययः सार्वधातुकः वा अर्धधातुकः वा इति वयं ज्ञातवन्तः, कुत्र सार्वधातुकत्वं कुत्र अर्धधातुकत्वम् इति ज्ञातवन्तः. ततः अग्रे सार्वधातुकप्रत्ययाः कति विधाः, अर्धधातुकप्रत्ययाः कति विधाः इति अग्रे पश्यामः. किमस्ति वंशि भगिनि? हा भगिनि, तत्र यद्यपि सर्वे प्रत्ययाः धातुतः विधीयन्ते तृतीय अध्याये, धातोः इति अधिकारः तु एकनवतितमं सूत्रम् आरभ्य भवति, मध्ये मध्ये अपि भवति, किमर्थं सूत्रं प्रथमं न उक्तवान् इति मम चिन्तनम् अस्ति. किमर्थं किं? धातोः इति अधिकारः प्रत्ययः अनन्तरं किमर्थं न उक्तवान्? यद्यपि द्वाविंशतिसूत्रे तत्र धातोः रेखाचो हलादे अत्र धातोः इति अधिकारः अस्ति, परन्तु साक्षात् सूत्रं तु अधिकारः तु एकनवतितमं सूत्रम् एव आरभ्य भवति किल. हा, तत्र किम् अस्ति इत्युक्ते चिन्तनम् इत्युक्ते तत्र यदि तत्र आरम्भे एव वदति तर्हि एतादृशभेदः न भवति. अत्र नवतितमसूत्रात् आरभ्य एव तदनन्तरं ये प्रत्ययाः कृत् प्रत्ययाः सन्ति इति तादृशविभजनं शक्यते. आरम्भे एव धातोः इति वदति चेत् तत्र सर्वे प्रत्ययाः कृत् प्रत्ययाः भवितुम् अर्हति अर्हन्ति. एतादृशविभजनं साधय भगिनि अनुवृत्तिरूपेण अस्ति. डिफ़्रेन्स् न अनुवृत्तिरूपेण अस्ति तत्र धातोरे काचो हलादिक्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अस्ति तत्र. तत्र पश्यति चेत् अस्मात् सूत्रात् धातोः भवत्येव पठतु तत्र किमस्ति धातोरेकाचो हलादे क्रियासमभिहारे यङ् इत्यत्र. हा, पठामि वा? अस्तु. धातोरेकाचो हलादेः क्रियासमाभिहारे यङ् अस्मात् सूत्रात् धातोः इत्येकदेशस्य अधिकारः कृषिरजोः प्राञ्चां शन् परस्मैपदं च इति सूत्रं यावत् वर्तते. क्षम्यतां, तृतीय अध्याये किं सूत्रं तृतीय अध्याये एक प्रथम तृतीय अध्याये कुत्र पठति? द्वाविंशतिसूत्रस्य अधिकारे किम् अस्ति तत्र पठामि भगिनि. तत्र लिखितमस्ति किल यङ् प्रत्ययः तत्र किम् अस्ति धातोरेकाचो हलादे 54 पेज् मध्ये भगिनि 54 इत्युक्ते एतस्य अधिकारः 3190 पर्यन्तम् अस्ति. आं भगिनि, 3190 पर्यन्तम् अस्ति. 91 तु धातोः इति तत्र 91 तः आरभ्य एकनवतितमं सूत्रात् आरभ्य तत्र कृत् इत्यस्य अधिकारः अस्ति. कृत् इत्यस्य अधिकारः अस्ति इत्युक्ते ततः परमेव सर्वे कृत् प्रत्ययाः सन्ति. तस्मात् पूर्वं कृत् प्रत्ययाः न सन्ति. तत्रापि धातोः इत्यस्य अधिकारः अस्ति. धातुतः एव विधीयन्ते इति एतादृशविभजनं कर्तुं तत्र द्विवारम् उक्तम् इति सरलरीत्या वयम् अवगन्तुं शक्नुमः. परन्तु तत्र बहु किमपि अस्ति, मतभेदाः सन्ति, बहु वार्ता अस्ति तत्र. तत् अन्यत् अन्य कदाचित् अन्यत्र पश्यामः. अस्तु अस्तु, अस्तु, धन्यवादः भगिनि. हा, अस्तु, तर्हि इदानीं ततः अग्रे सर्तुं शक्नुमः. अत्र ललिता भगिनी वक्तुम् इच्छति वा भगिनि? ललिता भगिनी अस्ति वा भगिनि? ललिता भगिनी अस्ति अस्ति भगिनि, वक्तुमिच्छति वक्तुमिच्छति वा? वदतु अग्रे किमस्ति अस्माकं चित्रे. चित्रे एकनिमिषं भगिनि. सार्वधातुकम् आर्धधातुकं सार्वधातुकं पित् अपित् इति द्विविधाः अस्ति. आर्धधातुकः कित् ङित् नित् कित् ङित् नित् भिन्नः इति अस्ति. तर्हि इति वयं जानीमः. इदानीं प्रत्ययः तिङ् अथवा कृत् अस्ति. कृत् प्रत्ययः अथवा तिङ् प्रत्ययः, पुनः सार्वधातुकः अथवा आर्धधातुकप्रत्ययः इति जानीमः. तिङ् प्रत्ययः सार्वधातुकः अस्ति चेत् तत्र पुनः द्विविधः भवति, पित् अपित्. तर्हि पित् अस्ति चेत् किं भवति? गुणः भवति. सूत्राणि कानि? पुगन्तलघुपदस्य एकक्षणं भगिनि, भवती एव सर्वं पाठयति वा भगिनि? विजयलक्ष्मी भगिनी, अहं रिटायर् करोमि, भवती पाठयति वा विजयलक्ष्मी भगिनी? न, पित् अपित् सम्बन्धे पृष्टवती इति उक्तवती. न, चिन्ता नास्ति, एवमेव वदामि. अस्तु, अत्र सार्वधातुकप्रत्ययः पित् अपित् इति अस्ति. भगिनी ललिता भगिनी पश्यतु, पित् इति वदामः चेत् तत्र गुणकार्यमस्ति खलु, गुणकार्यमस्ति, गुणकार्यमस्ति तत्र, गुणकार्यं तत्र सूत्राणि कानि सर्वे उक्तवन्तः एव, वदतु। सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च, सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्रेण इति सूत्राभ्यां तत्र गुणकार्यं सम्भवति पित् प्रत्ययः अस्ति चेत्। अपित् प्रत्ययः अस्ति चेत् किं भवति? गुणकार्यनिषेधकं भवति। सूत्राणि कानि? नास्ति चिन्ता, भवती भवती बहु सम्यक्तया वदति, बहु बहु कालात् न आगतवती, तथापि स्मरन्ति सर्वं बहु समीचीनं। अपित् प्रत्ययः, इदानीं विजयलक्ष्मी भगिनी पाठयतु भगिनि। विजयलक्ष्मी भगिनी आगच्छतु। सार्वधातुकम् अपित् इति सूत्रमस्ति, अनन्तरं नित्वत् निति च इति सूत्रेण नित्वत् अस्ति इति। सार्वधातुकम् अपित् इत्यनेन किं भवति? सार्वधातुकम् अपित् इत्यनेन तत्र गुणकार्यस्य अपित् इति संज्ञा प्राप्नोति खलु, सत्यम्। इत्युक्ते तत्र सार्वधातुकप्रत्ययः अपित् अस्ति इत्युक्ते पित्त्वं नास्ति, पकारः इत् यस्य सः नास्ति इत्युक्ते अत्र उदाहरणं किम् अस्ति भगिनि विजयलक्ष्मी भगिनि अपित् प्रत्ययस्य? निति च न अपित् प्रत्ययस्य वा तत्र अस्माकं विकरणप्रत्यये क्षन् विकरणप्रत्ययः, विकरणप्रत्ययस्य विषये वदामः चेत् श प्रत्ययः श्यन् प्रत्ययः इत्यादयः, तत्र तिङ् प्रत्ययस्य विषये वक्तुमिच्छामः चेत् तस् प्रत्ययः झि प्रत्ययः इत्यादयः प्रत्ययः, तत्र तिप् तस् झि इति अस्ति खलु, तत्र तस् इति प्रत्ययः अपित् अस्ति, झि इति प्रत्ययः अपित् अस्ति, सिप् इति प्रत्ययः पित् अस्ति, सिप् थस् इति प्रत्ययः अपित् अस्ति, तस् थ इति अपि अपित् अस्ति इति तत्र बहवः प्रत्ययः अपित् प्रत्ययः सन्ति। अपित् प्रत्ययः सन्ति चेत् अपित् प्रत्ययः सार्वधातुकम् अपित् इत्यनेन निध्वत् भवन्ति, निध्वत् सन्ति चेत् निति च इति सूत्रेण गुणनिषेधः भवति, अपित् प्रत्ययानां विषये गुणः न भवति इति तावदस्ति तत्र। इदानीम् अग्रे अर्धधातुकप्रत्ययः, अर्धधातुकप्रत्ययः इदानीं तत्र अरविन्द महोदय वदतु। सार्धधातुकप्रत्यय त्रिविधाः कित् ङित् ङित् कित् ङित् ङित् ङित् भिन्नाः, कित् कित् अस्ति चेत् गुणनिषेधः, ङित् ङित् अस्ति चेत् वृद्धिः भवति, कित् ङित् ङित् ङित् भिन्नः इति कृत्वा बहु समीचीनं। इत्युक्ते अर्धधातुकप्रत्ययस्य विषये पित् अपित् इति चिन्तनं नास्ति, किमर्थम्? सार्वधातुक अन्तर्भूतः अस्ति पित् सर्वं, किमर्थं सार्वधातुकम् तिङ् तिङ् अन्तर्भूतः एवं गणनिमित्तिक विकरणप्रत्ययं तेषां तत् सर्वे सर्वधातुकप्रक्रियाम् एव अस्ति। इदानीं तत्र पित् अपित्वम् इति एतादृशविभजनं कथं ज्ञायते? अपित् इति ज्ञातुं शक्यते, पित् इति तु अपित् इति कथं ज्ञातुं शक्यते? सार्वधातुकम् अपित् इति सूत्रेण तत्र तस्मिन् सूत्रे किम् अस्ति प्रथमं पदं सार्वधातुकं सार्वधातुकम् अस्ति चेदेव अपित् इति चिन्तनं भवति आर्धधातुकम् अपित् इति न उक्तं सार्वधातुक आर्धधातुकयोः अपित् इति न उक्तं तत्र केवलं सार्वधातुकम् अपित् इति उक्तम् अतः अपित् इति चिन्तनं तु सार्वधातुकप्रत्ययेषु एव भवति अतः पित् अपित् विभजनम् अपित् अस्ति चेत् पित् इति किमपि भवति अतः तादृशचिन्तनं तु सार्वधातुकप्रत्ययस्य विषये एव भवति अर्धधातुकविषयस्य अर्धधातुकप्रत्ययस्य विषये तु पित् अपित् इति चिन्तनं नास्ति अर्धधातुकप्रत्ययस्य विषये तु अत्र कीदृशप्रत्ययः इति चेत् तत्र कित् नित् इति प्रत्ययः कित् नित् इति प्रत्ययः खलु भगिनि तत्र कित् गित् नित् इति खलु हा कित् इति एकः प्रत्ययः अस्ति एकः एव प्रत्ययः अस्ति हा इति अस्ति अस्माकं करपत्रे एव अग्रे अस्ति द्रष्टुं शक्नुमः एकः एव प्रत्ययः अस्ति इति कृत्वा अत्र न उक्तं कुत्रचित् ध्वनिः कस्यचित् गृहे कृपया म्यूट् कित् नित् इति प्रत्ययः इति कित् नित् प्रत्ययः अस्ति इति कृत्वा क्निति च इति सूत्रेण गुणनिषेधः अस्ति यथा भगिनी उक्तवती क्निति च इति सूत्रे तु कित् नित् गित् इति अपि अस्ति परन्तु गित् इति एकः एव प्रत्ययः अस्ति सम्पूर्णसंस्कृतभाषायाम् अतः तस्य चिन्तनम् अत्र न कृतम् एकस्य प्रत्ययस्य विषये अत्र तु समग्रदृष्टिः इत्युक्ते सामान्यतया प्रत्ययः कित् अथवा नित् इति अथवा यित् अथवा नित् इति भवन्ति अतः गित् इत्यस्य विषये चिन्तनं नास्ति अत्र तर्हि कित् नित् अस्ति चेत् क्नितिज इति सूत्रेण गुणनिषेधः भवति तत्र गुणकार्यं न भवति इत् नित् इति प्रत्ययः अस्ति चेत् तत्र वृद्धिकार्यं भवति सूत्रद्वयं किं वृद्धिकार्यस्य कृते अचोयणिति इति सूत्रेण अचोयणिति इति सूत्रेण अजन्तम् अङ्गम् अस्ति चेत् इत् नित् प्रत्ययः परः अस्ति चेत् अङ्गस्य अन्तिमवर्णस्य वृद्धिः भवति इदानीं नी इति धातुः अस्ति सप्तमाध्याये अस्ति सप्तमाध्याये अस्ति सूत्रम् अचोयणिति इति सूत्रं वा संख्या न पश्यामि दृष्ट्वा वदामि सप्तमाध्याये द्वितीयपादस्य 114 115 अचोयणिति अतुपदायः सूत्रद्वयेन अपि वृद्धिकार्यमेव भवति अचोयणिति इत्यस्य उदाहरणमस्ति नी इति धातुः अस्ति तस्मात् निच् इति प्रत्ययः नित् अस्ति अतः तत्र इत् नित् प्रत्ययः अस्ति यतोहि नित् अस्ति अतः तस्मिन् केटगरी मध्ये आयाति अतः तत्र वृद्धिः भवति नी इत्यस्य वृद्धिः नञ् नञ् योगः इ तर्हि नायि इति धातुः निष्पद्यते तर्हि यत्र यत्र आर्धधातुकप्रत्ययः णित् अस्ति अथवा ञित् अस्ति तत्र वृद्धिः भवति अन्तिमवर्णस्य वृद्धिः अथवा उपदायाः वृद्धिः उपदायां ह्रस्व अकारः अस्ति चेत् वृद्धिः अन्तिमवर्णः अच्वर्णः अस्ति चेत् वृद्धिः अन्तिमवर्णः अच्वर्णः तदनन्तरं प्रत्ययः इत् अथवा णित् वृद्धिः भवति उपदायां ह्रस्व अकारः अस्ति चेत् वृद्धिः भवति इत् पट्योगः णिच् तत्र अतोपदायाः इत्यनेन वृद्धिः भूत्वा पाटि इति धातुः निष्पद्यते अन्यः प्रत्ययः अस्ति कित् नित् इत् नित् भिन्नः इति अस्ति तर्हि यः प्रत्ययः कित् अपि नास्ति नित् अपि नास्ति इत् अपि नास्ति नित् अपि नास्ति तादृशप्रत्ययः तादृशप्रत्ययानां गुणः भवति इति अर्थः तावदेव अत्र अस्ति तर्हि तत्र धातुतः विहिताः प्रत्ययः त्रिविधाः सारांशरूपेण पश्यामः चेत् अपित् प्रत्ययः पित् प्रत्ययः सार्वधातुकस्तरे अर्धधातुकस्तरे अपित् प्रत्ययस्य समानः अस्ति कित् नित् किमर्थं समानम् इति चेत् उभयत्र गुणनिषेधः पृत् प्रत्ययस्य पित् प्रत्ययस्य समानः अर्धधातुकस्तरे कित् नित् इत् नित् भिन्नः किमर्थं समानः अर्धधातुकः अपि च सार्वधातुकः उभयत्र गुणः भवति सार्वधातुकस्तरे पित् अस्ति चेत् गुणः भवति आर्धधातुकस्तरे कित् नित् इत् नित् भिन्नः अस्ति चेत् गुणः भवति तदनन्तरम् इत् नित् इति प्रत्ययः केवलं अर्धधातुकस्तरे तादृशप्रत्ययः अस्ति चेत् वृद्धिः भवति इति अत्र सारांशः अस्ति. अपि च अष्टाध्याय्यां प्रक्रिया चतुर्विधा भवति. अत्र यद् अस्माभिः परिशील्यते तत्तु सार्वधातुकप्रक्रिया अथवा आर्धधातुकप्रक्रिया. धातुतः विधीयन्ते चेत् प्रत्ययः, तर्हि सार्वधातुकप्रक्रिया अथवा आर्धधातुकप्रक्रिया इति द्विविधा. तदनन्तरं तत्र प्रातिपदिकात् सुप्रत्ययः विधीयते, तदितप्रत्ययः विधीयते. सुप्रक्रिया, तदितप्रक्रिया. तर्हि प्रक्रियाः काः इति चेत् सुप् प्रक्रिया, तदितप्रक्रिया, सार्वधातुकप्रक्रिया, आर्धधातुकप्रक्रिया. स्त्रीत्वार्थं तत्र पृथक् प्रक्रिया नास्ति, सुप् इत्यस्मिन् एव अन्तर्भूतम् इति तावदस्ति चित्रम्. प्रश्नः अस्ति वा? उत्तममस्ति भगिनि. अस्तु, अतः सर्वे पुनः कृपया ध्वनिमुद्रणं शृण्वन्तु, नोट्स् कुर्वन्तु. तत्र इदं चित्रं बहु उत्तममस्ति, अस्माकं सर्वेषां मनसि भवतु. इदं भवति चेत् तत्र व्याकरणं किमपि नास्ति. तत्र सर्वम् अस्माकं पुरतः यः कोऽपि शब्दः अस्ति वयं ज्ञातुं शक्नुमः. अत्र अभिज्ञानं भवति, फस्ट् स्टेप् अभिज्ञानम् अस्ति, रेकग्निशन् अस्ति. कीदृशशब्दः धातुतः अस्ति वा, प्रातिपदिकात् अस्ति वा, सुबन्तपदम् अस्ति वा, तिङन्तपदम् अस्ति वा, कृदन्तपदम् अस्ति वा, तद्धितान्तपदम् अस्ति वा इति तादृश अभिज्ञानं प्रथमसोपानम् अस्ति. तादृश अभिज्ञानं भवति एतत् चित्रं मनसि अस्ति चेत्. तदनन्तरं प्रत्ययः कतिविधाः, अत्र धातुप्रत्ययः कतिविधाः, कीदृशप्रत्ययः अस्ति चेत् कीदृशकार्यं भवितुम् अर्हति इति समग्रचिन्तनम् अस्ति. तदस्ति चेत् तत्र इतोपि बहूनि विशिष्टसूत्राणि सन्ति, नास्ति इति न वदामि, सन्ति एव. परन्तु अत्र सामान्यरूपेण ज्ञानं भवति. विशिष्टसूत्राणां विषये तु पुस्तकमस्ति, द्रष्टुं शक्नुमः. परन्तु सामान्यज्ञानं भवति, कीदृशकार्यं कुत्र भवति. अस्माकं पुरतः धातुः अस्ति चेत् रूपं कथम् अस्ति इति वयं प्रष्टुं शक्नुमः. अत्र दृष्ट्वा वयं प्रष्टुं शक्नुमः, ओ अत्र गुणः अस्ति, अत्र गुणः नास्ति, ओ अत्र वृद्धिः अस्ति इति वयं ज्ञातुं शक्नुमः इति अत्र सारांशः अस्ति. अस्तु, अत्र स्थगयामः. अग्रिमसप्ताहे इतः अग्रे सर्तुं शक्नुमः. अत्र अस्मिन् करपत्रे अत्र अन्यचित्रमस्ति, तत्र विस्तृतरूपेण दत्तमस्ति. तद् अग्रिमसप्ताहे पश्यामः. अपि च ततः अग्रे अत्र अभ्यासः अस्ति. सर्वे कृपया अभ्यासं कुर्वन्तु. तत्र प्रथम अभ्यासः अस्ति, प्रत्येकं धातुम् आदाय इमानि रूपाणि परिशील्य निष्पादयतु इति अस्ति. तत्र लट् लकारस्य रूपाणि कुर्वन्तु प्रथमतया, सर्वैः कुर्वन्तु. अत्र दशधातवः सन्ति इति चिन्तयामि. अत्र नवधातवः सन्ति. तेषां रूपाणि, लट् लकारस्य प्रक्रिया कथं भवति, रूपाणि किम् इति लिखन्तु. अस्तु, अस्तु, तर्हि स्थगयामः अत्र. धन्यवादः, नमस्कारः. धन्यवादः.